नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते. तर्हि तत्र तत्र किमस्ति, यङन्तधातूनां लट् लकारस्य रूपसिद्धिः इत्यस्मिन् परिच्छेदे अत्र किम् आसीत्, अत्र किमस्ति, अत्र अग्रे तत्र लोन्तस्य इत्येतद् न भवति इति परिच्छेदम् इति पङ्क्तिम् आरभ्य पठामः. किन्तु तस्मात् पूर्वं पुनःस्मरणत्वेन सरलभगिनी वदिष्यति किम्? अस्तु, एतावत् वयं किं पठितवन्तः, श्रूयते साधु भगिनि? आं भगिनि, अस्तु. एतावत् वयं यङ् लुगन्तये धातुः अस्ति तस्य वयं दृष्टवन्तः. यदि धातोः मध्ये अच् वर्णस्य अनन्तरं य शब्दः अस्ति तत्र अतोलोपस्य प्रसक्ति प्राप्ति भवति. यदि हल् वर्णस्य अनन्तरं य शब्दः अस्ति तत्र यस्य हल इत्यस्य कार्यं भवति. प्रथमं यस्य हलनेन यकारलोपः कर्तव्यं, तदनन्तरम् अतो लोपनेन अकारस्य लोपः कर्तव्यं, तदनन्तरम् अच परस्मिन् पूर्व विधौ कर्तव्ये अनेन अजादेश आनीतव्यम् इष्टरूपं तद् आगच्छति इति वयं दृष्टवन्तः लकारस्य कृते. तस्य तदनन्तरं यथा अचुवन् असति लोलूय योग इष्यते, यदि अस्ति इष्यति अस्ति तो लोलूय ऊकार इति अजन्तवर्णस्ति य तस्य तदनन्तरम् अस्ति तत्र यकार उत्तरवती यकार अतो लोपनेन लोप भवति चेत् लोलूयिष्यति इति रूपं भवति. यदि लिख्य इति यदि रूपं स्वीकुर्मः तत्र साधु प्रक्रिया भवति. ले लिख्य अनेन प्रथमं खकार हल् वर्णः अस्ति तदनन्तरं य शब्दः अस्ति यस्य हल अनेन य शब्दपूर्णस्य लोपः न भवति. किन्तु सङ्घायति ग्रहणं, सङ्घायति ग्रहणं यद् माता उक्तवती तत् अस्ति यकार यकारयुक्त अकार यदि अस्ति तत्र एव यकारस्य यस्य हल अनेन लोपः भवति. तस्य यकारस्य लोपः कृत्वा इदानीं लेलिखयोग इष्यति इति भवति. यदि लेलिखयोग इष्यति यदा इदानीम् अतो लोप इत्यस्य कारं भवति तो लेलिख योग इष्यति. इदानीं लेलिक् योग इष्यति यत्र अस्ति तत्र उपधायाम् इग् इदुपद अस्ति इति इदुपद अस्ति. इदानीम् इगन्त पुगन्तलघुपदस्य अस्य प्रसक्तिः भवति. किन्तु तत् लेखिष्यति इति रूप भवेत् किन्तु तत् साधु नास्ति. अस्माकं इष्टरूपम् अस्ति लेलिखिष्यति इति अस्ति. तो तत् कथं प्राप्नुमः, तत् अच परस्मिन् पूर्वविधो कर्तव्ये अनेन सूत्रेण यत् अजादेश भवति तस्य परस्मिन् निमित्तम् अस्ति, निमित्तक परनिमित्तकम् अस्ति इष्यति इति आददातुकप्रत्यय पूर्व पूर्वकर्तव्यो विधे इति अस्ति पुगन्तलघुपदस्य तस्य अपि समाननिमित्तम् अस्ति पूर्वकर्तव्यो विधे इति अनेन अजादेश आगत्य पुगन्तलघुपदस्य कार्यं निषेध्यति. अतः इष्टापति भवति लिखिष्यति इति रूपं भवति. तदनन्तरं वयं दृष्टवन्तः कानि चर्चाः के काः चर्चाः अभवत् इति अस्ति. कथं यस्य हल यदि अस्ति यस्य सामान्य यदि अवगमनं भवति यस्य इति शब्द श्रुत्वा सूत्रे य शब्दस्य इति लोपः भवेत् कारणं कि यस्य इति तद् तत्र य इति यकार अस्ति तस्य यकार य शब्दः अस्ति न तु यकार इति अस्ति तो य शब्दस्य यदि लोपः भवति तदनन्तरम् अच परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवितुं शक्नोति कारण कि अच परस्मिन् पूर्वविधौ केवलम् अचि परे अजादेश आगच्छति तत् न भवति अत्र य शब्दस्य स्थानीवद्भावः न भवितुं शक्नोति तो अतः अच परस्मिन् पूर्वविधौ तस्य कार्यं न भवति यदि इति अस्ति अतो लोपः यदि वयं पूर्वं कुर्मः तदनन्तरं यकारस्य कुर्मः यदि अतो लोपः पूर्वं करोति कार्यं तदनन्तरं यकारलोपः भवति तदानीमपि यस्य लचस्य कार्यं न भवति कारण कि यकारः अस्ति यस्य अनेन कार अकार भवेत् इति नास्ति तो तस्य प्रसक्तिः न भवति यदि अतोलोप प्रथमं करोति तो यदि इति इष्टरूपं प्राप्य यदि अजादेश कर्तव्यं तदा सङ्घातग्रहणम् एव इष्टापति भवति सङ्घातग्रहणं स्वीकर् कर्तव्येन इत्यस्य माता अन्य एकम् उदाहरणं पदमञ्जर्याम् अस्ति पापच् इति यत् अस्ति पापच् इति यत् रूपम् अस्ति पापच्य इति पच् धातुतः यङ् लुगन्तरूपं पापच्य आगच्छति तत्र अपि यदि यस्य हल इत्यस्य प्रथमं कार्यं भवेति पापच् योग यस्य हल अनेन यदि य शब्दस्य लोपः भवति तु पापच् योग रुवुल् प्रत्यय यदि परे अस्ति तस्य अनुबन्धलोपानान्तयोरनाको अनेन अकृति अधधातुक प्रत्ययः भवति तत्र अतोपधाया विनेन नितिनिति परे अतोपधाय प्रसक्ति प्राप्ति भवति तु पापाचक इति भवेत् किन्तु इति साधु नास्ति साधुरूपम् अस्ति पापचक तु पापचक कथम् आनीतव्यं तत्र यस्य हलनेन प्रथमं यकारस्य लोपः कर्तव्यं तदनन्त कारण कि यकार युक्त अकार अस्ति तु यस्य इति एतस्य शक्ति भवति सो अकारस्य यकारस्य लोपकरणानन्तरम् अवशिष्यते अतो लोप इदानीम् आगत्य तत्र अकारस्य लोप करोति तदनन्तरम् अच परस्मिन् पूर्वविधौ अनेन अजादेश आगच्छति पूर्वनिमित्तिकं भवति इदानीम् अक् प्रत्यय पूर्वकर्तव्य पूर्वविधि कर्तव्यो भवति अतोपधाया तो अत्र पापचक इति साधुरूपं भवति तो माता इति प्रमाणं दत्त्वा सिद्ध्यति तो यस्य हल यत् अस्ति तत्र सङ्घातग्रहणम् इति यस्येति सङ्घातग्रहणम् इति स्वीकर्तव्यं यदि कौमुद्याम् अपि काशिकायां दत्तम् अस्ति हल उत्तरस्य य शब्दस्य लोपद्वयो ग्रन्थयो इति दत्तमस्ति किन्तु काशिकायाम् अपि दत्तमस्ति हल उत्तरस्य य शब्दस्य यत् लोपः अस्ति तस्य किञ्चित् अधिक वक्तव्यं चेत् अधिकं किम् अस्ति इति यस्येति सङ्घातग्रहणम् इति दत्तमस्ति तो तस्य माता यत् इदानीम् अहम् उक्तवती तत् अस्ति तदनन्तरं चर्चा अभवत् कि अलोन्त्यस्य इत्यस्य कथं स्वीकरणीयं यदि अलोन्त्य यस्य हलनेन यकारलोपः भवति तदनन्तरम् अलोन्तस्य इति परिभाषासूत्रं यदि वयं स्वीकुर्मः तद् अकारस्य लोपः भवति तु इति तस्य निषेधं करोति कारण कि यस्य हल यत् अस्ति सूत्रं तस्य सूत्रक्रमः अस्ति 6449 अतोलोप इत्यस्य सूत्रक्रमः अस्ति 6448 तो अतोलोपनेन यत् अकारस्य लोपः भवति तदा पुनः यस्य हलनेन अतोलोपः भवेत् इति अलोन्त्यसनेन तस्य आवश्यकता औचित्यं नास्ति आवश्यकता इति महोदय इति न स्वीकृतवान् इति औचित्यम् इति वक्तव्यम् इति औचित्यं नास्ति अलोच्यस्य इति सः उक्तवान् तु अलोच्यस्य इति औचित्यं नास्ति कारण कि समानकार्यम् अस्ति यतो लोप यस्य हल तत्र यदि यस्य हल तत्र अलोच्यस्य इति वयं कुर्मः तत्र अतो लोप तत्र केवलम् अकारस्य लोप भवति तु इति यस्य हल इत्यस्य का आवश्यकता का किम् औचित्यं भवति इति वदति. तदनन्तरं वयं गतसप्ताहे दृष्टवन्तः यस्य हल इति सूत्रम् अस्ति तु यस्य हल इति अनेन यत् षष्टिविभक्ति भवति स्थाने यस्य यशब्दस्य यशब्द यकार रामवत् शब्द रामः यकार अकार अकारान्त प्रातिपदिकं भवति तत्र तु यस्य इति भवति षष्टिस्थानिवत् भवति तु कथम् इति यदि अस्माकं इष्टप्राप्तिः अस्ति तु यकारस्य लोपकरणं तु तत्र कथं सूत्रं यः हलकः कथं न करोति तु यदि यः हल इति सूत्रं वयं स्वीकुर्मः तत् अनेन किं भवति यकार इति प्रातिपदिकं भवति य हलन्त पदं तु तस्य षष्टिभक्ति भवति यः तत्र यदि यः शब्दः भवति तत्र षष्टि अनेन वयं यकार अकार द्वयोः युक्तरूपं न प्राप्नुमः अतः इति यः हल इति न दत्तमस्ति यस्य हल एव दत्तमस्ति. अग्रे अद्य पठामः आदे परस्य कथं तस्य समाधानम् आगच्छति अत्र इदानीं वयं सम्भावनाद्वयं दृष्टवन्तः. एक अस्ति साधु प्रक्रिया सङ्घात यस्येति सङ्घातगृहम् अनेन. द्वितीयमस्ति यदि यस्य हल पूर्ण य शब्दस्य लोप करोति तत्र अस परस्मिन् पूर्वविधौ तस्य प्रसक्तिः न भवति. तृतीयसम्भावना अस्ति आदे परस्य इति सूत्रम् आगत्य परिभाषासूत्रं यद् तस्मात् उत्तरस्य इति सूत्रस्य यत् नियमं करोति तत्र कथं कार्यं करोति इदानीं पठामः. समीचीनं भगिनि? बहु कृतज्ञा अस्मि भगिनि. आम् आम् आं सर्वमपि सम्यक् उक्तवती भगिनि. सर्वम् अधुना स्मरण स्मरणं सम्यक् जातम्. तत्र अरुणा भगिनी बहुकालात् अनन्तरम् आगतवती. भवती पठति वा भगिनि अग्रे? तत्र तदा तत्र अग्रे तत्र इति भगिन्या ततः आरभ्य पठितव्यम् इति अस्ति खलु. भगिनी उक्तवती तथापि एकवारं पठित्वा चिन्तयामः. किम् वर्गे अपि तस्मात् परिच्छेद तात् पृष्टवन्तः किं भगिनि? वर्गे अपि तस्मात् परिच्छेदं यदस्ति तस्मात् पठितवन्तः खलु. तदर्थमेव वयमपि ततः एव आरम्भं कुर्मः. अरुणा भगिनी पठति वा? किं भगिनि अग्रे तस्य इति किं भगिनि अग्रे तत्र अलोन्तस्य इति अस्ति खलु? ओ ओके. करपत्रं नास्ति चेत् अन्यः पठतु न चेत् अस्ति भगिनि अन्य पठतु भगिनि. अन्य चिन्ति अस्ति वा तत्र करपत्रमस्ति इत्यस्मिन्नेव परि तत्र षष्टमः बिन्दुः अस्ति खलु तस्मिन्नेव एतत् आगच्छति भगिनि. अतः परस्मिन् पूर्वविधौ इति सर्वं समाप्य तत्र अग्रे आयाति. आदेः परस्य इति सूत्रं लिखितम् अस्ति तस्मात् पूर्वमस्ति भगिनि पङ्क्तिद्वयात् पूर्वम् अस्ति. प्राप्तं भगिनि कण्ट्रोल् अनन्तरं सूर्यकुमारी भगिनी पठितुं भव तत्र अद्य शक्नोति किं भगिनि? अग्रे तत्र अलोन्तस्य इत्यनेन न भवति अतो लोपः इत्यनेन इत्यनेन एव तस्य सिद्धत्वात् यस्य हलः इति सूत्रे यस्य इति सत्यन्तं पदं तदर्थं सूत्रे यस्य लोपः इत्यस्य कथनेन अलोन्तस्य अलोन्त्यस्य इत्यनेन यकारोत्तरवर्तिनः अकारस्य एव लोपः भवति स्म किन्तु अस्य आवश्यकता नास्ति यतोहि अतो लोपः इत्यनेन अकारलोपः चेत्स्यति अतः उक्तं यत् अतो लोपः इत्यनेन एव तस्य अकारलोपः सिद्धत्वात् अलोन्तस्य इत्यनेन इत्येतत् न भवति तत्र अलोन्त्यस्य इति एतत् न भवति अकारलोपः अतो लोपः इत्यनेन एव भवति यस्य हलः सूत्रे तत्र यस्य इत्युक्ते सत्यन्तं यस्य अलः इत्यनेन अलोन्तस्य इत्यनेन यकार उत्तरवर्तिनः अकारस्य एव लोपः भवति नाति यकारः किन्तु आवश्यक यस्य लोपः आवश्यकता एव नास्ति अतो लोपः इत्यनेन अकारलोपः चेत्स्यति अतो लोपः इत्यनेन इत्यनेन एव तस्य सिद्धान्तवत् अलोन्तस्य इत्येतत् न भवति तत्र अतो लोपः एव अकारलोपः भवति न तु अलोन्तस्य इत्यनेन यस्य लोपः तत्र यस्य लोपः इत्यस्य अलोन्तस्य इत्यनेन यकार उत्तरवर्ति अकारस्य एव लोपः भवति अनिष्टरूपं भवति प्रथमं यस्य लोपः एव करणीयं तदनन्तरमेव अतो लोपः करणीयम् इति यदि अतो लोपः इति प्रथमं कार्यं करोति चेत् अतो लोपः प्रथमं कार्यं करोति चेत् यस्य लोपः इति आवश्यकता नास्ति किमर्थं नास्ति इति पठितवन्तः यस्य हलः इति सूत्रस्य आशयः कः अकारयुक्ते अकार अस्ति विधानामर्थं च परस्मिन् पूर्वविधौ कार्यं न करोति केवलं निषेधार्थं कार्यं करोति अस्तु इति कृत्वा नास्ति किन्तु अन्यथा तु यदि वयं तथा न चिन्तयामः चेत् यस्य हल इत्यस्य कार्यं भूत्वा साधुरूपं प्राप्तुं शक्नुमः खलु तत्र तर्हि किं अत्र अस्मिन् परिच्छेदे तु केवलं अतो लोपः इत्यनेन अन्तिम अकारस्य लोपः जातुम् अर्हति न तु अलोन्तस्य इत्यस्य आवश्यकता नास्ति इत्येव अत्र आशयः खलु भगिनि तदेव अत्र आशयः अस्ति अस्तु अस्तु भगिनि धन्यवादः अग्रे मणिमहोदय पठति वा महोदय तदा काशिकायां दत्तमस्ति यत् हलः इति वा पञ्चमीनिर्देशः तत्र आदेशे परस्य इति यकारानेन लुप्तः अत्र उच्यते यत् यतोहि हलः इति कार्यस्य निमित्तं पञ्चमी विभक्तौ तदर्थं लोपः यः विधीयते सः केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति अत्र बोध्यं यत् वा इत्यस्य कथनेन सूत्रार्थिकविकल्पः इत्यस्य इङ्गितं नास्ति इति मात्रा उक्तम् अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः यत् यकारस्य एव लोपः न तु यशब्दस्य यस्य प्रतिपादनार्थं इतोपि एकः मार्गम् अयं काशिका दत्तमस्ति हलः इत्यस्य शब्दं पञ्चमी निर्देशः भवति इति अनन्तरं महादेव परस्य निर्देशः इति उक्तमस्ति इति न अवगच्छामि. न प्रथमं भवान् पूरयतु तदनन्तरं मम संशयान् वदामि अहं. महोदय पूरयतु पूरयतु महोदय समापयतु महोदय. अस्तु आदेः परस्य पञ्चमनिर्देशात् निमित्तात् विद्यमानशब्दः उक्तः आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति. परस्य यत् विहितं दत्तं दत्तस्य ते बोध्यम् इति सिद्धान्तकौमुदी कौमुद्यां परिभाषासूत्रम् एतत् इदं सूत्रम् अस्मात् इति उत्तरस्य इति नियमयन्ति. अस्मात् इति उत्तरस्य इत्यनेन यावत् अस्ति परं तत्सर्वम् अस्ति सर्वम् इति सूचयति. आदेः परस्य इत्यनेन उच्यते यत् केवलं प्रथमभागस्य प्रथमवर्ण परभागस्य प्रथमवर्णस्य कार्यम् इति. स्थाने अन्तरतम इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अलोन्तस्य इत्यस्मात् अलः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं परस्य आदेः अलः स्थाने. काशिकायां दत्तं अलः इति शब्दम् अस्ति पञ्चमी निर्देशम् इति. अनन्तरं आदेः परस्य इति कारकलोपः बट् कथं भवति इति अग्रे पङ्क्तिमस्ति दत्तं पञ्चमी विभक्त्याम् अस्ति विधिः तदेव तस्य परम् अग्रिमभागस्य इत्युक्ते हल इति उदाहरणे यस्य इति पदशब्दम् अस्ति चेत् हलः हल् वर्णः सकारः अनन्तरम् अग्रिमभागः अस्य अग्रिमभागः अस्ति यः यः शब्दः अकारयुक्त यः अग्रिमभागस्य प्रथमवर्णस्य स्थाने एव भवति इति आदेशपरस्य वदति. अनन्तरं विकल्पमस्ति वा इति वर्तने विकल्पमस्ति वा इति अस्ति चेत् नास्ति इति माता उक्तवती. अनन्तरं यस्य हल यकारः लोपः भवति न तु यः शब्दः इति इति विवरणं दत्तमस्ति अग्रे बाहे अग्रे मार्गं तदा अग्रे मार्गं किम् इत्युक्ते आदेहपरस्य आदेहपरस्य सूत्रं वदति पञ्चमनिर्दिष्टात् विद्यमानशब्दः शब्दस्य प्रथमवर्णस्य उक्तः आदेशः यस्य शब्दस्य प्रथमवर्णस्य एव स्थाने न भवति न प्रथमवर्णस्य एव अत्र आगच्छामः. पञ्चमी पञ्चमी निर्दिष्टा तस्य परं पदं किम् अस्ति परं भागः किम् अस्ति तस्य एव परभागस्य प्रथमवर्णस्य प्रथमवर्णस्य आदेश परिभाषासूत्रेण आदेशपरस्य सूत्रेण परिभाषा. किन्तु प्रश्नः अत्र अस्ति हलः इति वा पञ्चमी निर्देशः इति काशिकायां दत्तमस्ति अत्र किमर्थं वा इति तदेव उक्तं विकल्पः नास्ति अन्य मार्गः अस्ति अग्रे कुत्र वा अत्र हलः इति वा इति वा इति पदं कुतः आगतः इति न अहं गच्छामि. तर्कविषये भगिनि अन्यमार्गः न तु विकल्पः इति अत्र विभाषा अन्यतरस्याम् इति अर्थं नास्ति अल्लवा अत्र अच्छा अन्यमार्गः अस्ति अन्यमार्गः किमस्ति कं यशब्दस्य लोपकरणीयम् इति कृत्वा पञ्चमे निर्देशम् उद्दिश्य वयम् आदेः परसे इति परिपक्षसूत्रं स्वीकृत्य अस्माभिः निरूपयितुं शक्यते इति एव अस्ति खलु. तस्मात् उत्तरस्य इति आद्यपरस्य नियम सूत्रं भवति तस्मात् उत्तरस्य इत्यनेन यदि वयं लेलिख्यति स्वीकुर्मः तत् खकारस्य उत्तरः हल् अस्ति, पञ्चमी निर्दिष्टं, तस्मात् उत्तरस्य य शब्दः अस्ति, तस्मात् उरस्यसि. किन्तु आदे परस्य इति अनेन परस्य वर्णस् परस्य य शब्दः अस्ति तस्य आदौ वर्णः यत् अस्ति तत् स्वीकर्तव्यं. सो तस्य नियमयं करोति इति अस्ति. नियमसूत्रं परिभाषासूत्रं नास्ति वा एषः? आदिपरस्य इति परिभा किन्तु नियमसूत्रम् नियमसूत्रमपि वक्तुं शक्नुमः. तस्मादित्तरस्य इति नियमसूत्रं सूत्रं नियमं करोति. निर्णय परिभाषासूत्रम् इत्येव अष्टाध्याय डाट् काम् मध्ये उक्तमस्ति. किन्तु तस्मात् उत्तरस्य नियमयति कृत्वा तत्र नियमयति इति स्वीकृत्य. अस्तु, अग्रे पश्यामः. धन्यवादः. धन्यवादः महोदय. सरला भगिन्याः अरुणा भगिनी पठति वा भगिनि? आं भगिनि, सूत्रमेव भगिनि. आदेशे परस्य पञ्चमे निर्दिष्टस्य निमित्तात् विद्यमानशब्दः उक्तः आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति. परस्य यद् विहितं तत् स्यात् एव बोध्यम् इति सिद्धान्तकौमुदी. परिभाषासूत्रम् एतत् इदं सूत्रं तस्मात् इति उत्तरस्य इति नियम अति तस्मात् इति उत्तरस्य इत्यनेन यावत् अस्ति परं तत् सर्वम् इति सूचयति. आदेहे परस्य इत्यनेन उच्यते यत् केवलं परभागस्य प्रथमवर्णस्य कार्यम् इति. स्थाने अन्तर्तमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अलोन्तस्य इत्यस्मात् अलः इत्यस्य अनुवृत्ति, अनुवृत्तसहितं परस्य आदेः अलः स्थाने आदेः परस्य इति परिभाषासूत्रमस्ति. अत्र पञ्चमे निर्दिष्ट निमित्तकार्यमस्ति चेत् आदेशः भवति चेत् केवलं प्रथमवर्णस्य सत्य प्रथमवर्णस्य एव स्थाने भवति. न तु अधुना वयमेव सचेतनमस्ति यकार यस्य हलः अत्र हलः इति पञ्चमी इति स्वीकृत्य आदेः परस्य सूत्रेण कार्यं कर्तुं शक्यते. किमर्थमस्ति इति वदति परिभाषा वदति या शब्दस्य प्रथमवर्णस्य एव स्थाने भवति. सो परन्तु माता वदति केवलम् अतो लोपः इति कार्यं सूत्रमेव कार्यं कर्तुं सख्यम् इति वदति महामगिनि. चिन्तयन्ति अस्मि. मम अत्र अवगतम् इति मन्ये भगिनि. अग्रे गच्छामः वा? अहमपि एकं पङ्क्तिं पठामि वा भगिनि? इदानीं यत्र आदेवरस्य नो वयं पठितवन्तः इदानीं क्षम्यताम्. आमां पठितवन्तः. तर्हि आहत्य वयं चिन्तयामः चेत् किं भवतां मनसि किं साधु इति तत्र भवन्तः किं चिन्तयति? तत् लैक् अ स्ट्राङ्गर् रीसनिङ्ग् खलु. मम तु आदेः परस्य इत्येव अहं मम तु सम्यक् भासते. तदपि साधु भवति. अग्रे गच्छामः. अग्रे काशिकायाम् उक्तं यत् सङ्घातग्रहणं किम् ईर्षिता मव्यिता यस्य हलः इत्यस्मिन् अत्र तत्र प्रायः पङ्क्तिचतुष्टयं तत्र काशिकायाम् एकैकं वाक्यं स्वीकृत्य तस्य विवरणं महोदय ददाति. अधुना काशिकायां तु अन्तिमवाक्यम् एषः एव अस्ति. तत्र अन्तिमवाक्यात् पूर्ववाक् प्रश्नः तत्र किम् अस्ति, एषः प्रश्नः तत्र स्थापितः अस्ति काशिककारः. तत्र किम् उक्तवान्, हलः इति क्षम्यतां, सङ्घातग्रहणं किम् ईर्षिता मव्यिता. अत्र ईर्षिधातुः मव्यधातुः योगः तृच् प्रत्ययः. ईर्ष्योगः इतृ यदि यस्य हलः इत्यनेन हल्वर्णात् आर्धातुके परे यकारलोपः भवति. हल्वर्णात् आर्धधातुके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति. यः अनिष्टः तस्य निवारणार्थम् उक्तं यस्य इति सङ्घातग्रहणमेतत् इति. अनेन अवगम्यते यत् यः यकार अकारसहितः तस्यैव लोपः भवति हलः आर्धातुके. ओ अस्तु अस्तु, समीचीनप्रश्नः. अस्तु, दलसार्थक्यं कृतमस्ति. तर्हि अत्र वाक्ये सङ्घातग्रहणम् एतत् इति उक्तम् आसीत्. यस्य इति सङ्घातग्रहणम् एतत् इति कर्षिकाकारेण एव पूर्वम् उक्तम् आसीत्. तदनन्तरं स्वस्य व्याख्यायाः सः स्वयं तत्र सामान्यतया सूत्रस्य किं भवति दलसार्थक्यं भवति. अत्र तु कर्षिककारः स्वस्य एव पूर्वं यत् उक्तं वाक्यम् अस्ति तस्य एव तत्र विवरणम् अत्र ददाति. किं वदति तत्र, किमर्थं सङ्घातग्रहणम् इति स्वीकृतम् इति प्रश्नः. तस्य उदाहरणार्थं तृचुप्रत्ययान्तपदद्वयं स्वीकृत्य ईषिता मव्यिता इति तत्र शब्दद्वयं स्वीकृत्य तेन प्रदर्शितम्. ईर्षति धातुः अस्ति, अनन्तरं तृच् प्रत्ययः तृ इति प्रत्ययः अस्ति. अधुना तत्र किमस्ति, वलादि अस्ति इति कृत्वा आर्धधातुकसेड् वलादेः इत्यनेन तत्र ईर्षिति तत्र सेत् अस्ति इति कृत्वा अत्र किमस्ति, ईडागमः जातः. तर्हि ईर्ष्योगः इतृ इति प्राप्तम्. अधुना आर्धातुकप्रत्ययः परः अस्ति, अनन्तरं हल्वर्णः यकारः अस्ति, यकारात् पूर्वं तु हल्वर्णः अस्ति. तदा तु यकारस्य लोपः यस्य हलः इत्यनेन भवति स्म, किन्तु तदा वयम् अनिष्टं रूपं प्राप्नुमः इति कृत्वा तत्र तदर्थमेव सङ्घातग्रहणम् इति उक्तमस्ति. किमर्थम् इत्युक्ते, यदि तादृश ईर्षित्र इत्यस्मिन् यकारलोपः मास्तु, किमर्थं तत्र अग्रे अकारस्य लोपः न जायते इति कृत्वा तत्र मास्तु. यत्र अकारस्यपि लोपः जायते साक्षात् अग्रे, तादृशसङ्घातग्रहणं यत्र वर्तते तत्र एव यस्य हल्लः इत्यस्य प्रवर्तनं साधु भवेत्, अन्यथा मास्तु इति अवबोद्धुम् अत्र सङ्घातग्रहणम् एतत् इति काशिककारेण सूचितमस्ति. अनेन क्षम्यताम्, अपि यस्य अपि यः हल् न भवेत् यस्य हल् भवेत् तस्य अपि सूचना भवति अनेन. सत्यम्, आं भगिनि, केवलं यः हलः इति तर्हि तेन कृतं स्यात्, तदपि मास्तु इति कृत्वा तस्य अवबोधार्थं तत्र स्थलद्वये तत्र पाणिनिना यस्य हलः इति निर्मितमस्ति. किमर्थम् इत्युक्ते परे अकारस्यापि लोपः जायेत इति अकारः अपि अस्ति, तस्यापि लोपः भवतु इति अवबोद्धुं यस्य इति पाणिनिना गृहीतमस्ति. काशिकाकारेण सङ्घातग्रहणम् इति वदनेन तत्र दृढीकृतमस्ति तादृश अवबोधः. अनेन अवगम्यते यत् यः यकारः अकारसहितः तस्यैव लोपः भवति हलः अर्धधातुके. समीचीनं, समीचीनं कृतम् इति. अग्रे इतोपि एकं वाक्यम् अस्ति, पठामि किं? काष्कायाः अन्तिम अंशः अस्ति हलः इति किम्? अत्र अन्तिमवाक्यमस्ति हलः इति किम् इति पुनः दलसार्थक्यं. लोलूयिता पोपूयिता इति अनेन बोध्यं यत् यकारात् प्राक् हल्वर्णः नास्ति चेत् यकारलोपो न भवति इति. तर्हि हलः इत्यस्य आवश्यकता अस्ति खलु, यदि नास्ति चेत् किं भवति? लोलूयिता इत्यस्मिन् स्वरः यकारात् पूर्वं स्वरः अस्ति, तत्रापि कार्यं भवेत्, यकारस्य लोपः भवेत्, तदपि मास्तु इति कृत्वा हलः इति पाणिनिना गृहीतम् इति अवगम्यते. समीचीनम्, अत्र प्रश्नः नास्ति. अग्रे तु महोदयैव प्रश्नं स्थापयति, अस्माभिः प्रष्टव्यम् इति तु नास्ति खलु. महोदयैव पृष्ट्वा महोदयैव उत्तरमपि ददाति. अस्तु, सरला भगिनी पठति वा भगिनी अग्रे. अत्र प्रश्न उदेति यत् यस्य हल इति सूत्रेण य शब्दस्य यकार अकारयोः लोपः भवति चेत् लाघवं भवति, अतो लोपः इत्यस्य अनावश्यकत्वात्. तदर्थम् अच परस्मिन् पूर्वविद्यो इत्यनेन यः लोप अजादेश उक्तं तस्य अजादेशत्वं य शब्दलोपे स्वीकर्तव्यम्. अनेन तस्य स्थानिवद्भावः अपि भविष्यति, लाघवमपि भविष्यति, नो चेत् ले लिखिष्यति इति स्थले य शब्दलोपानन्तरं ले लिखिष्यति पुगन्तलघुपतस्य चैत्यनेन उपधायां स्थितस्य लघु एकगुणः भविष्यति, अतः ले लिखिष्यति इति अनिष्टरूपं जायेत. लेखिष्यति इति अनिष्टरूपं जायेत. तर्हि अजादेशत्वं य शब्दलोपे स्वीकर्तव्यं. मातृभिः पृष्टं तथा भवितुम् अर्हति वा इति. ताभिः प्रतिपादितं यत् भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अच परस्मिन् पूर्वविधौ इति स्थले अजादेश युक्ते एक एव अच वर्णस्य यः आदेश अचः युक्त हल् वर्ण चेत् अथवा अच युक्त अच वर्णः चेत् अजादेश स्वीकृतं न शक्यते. इदानीमपि यत् वयं सुष्ठुप्रक्रिया दृष्टवन्तः पूर्वं, तस्य समाधानं दत्तम् अस्ति. प्रश्नः अस्ति यदि यस्य हल अनेन य शब्दस्य यकार अकारयोः द्वयोः लोपः भवति तदानीम् अच परस्मिन् पूर्वविधौ अनेन अजादेश आनीतव्यं य शब्दस्य स्थाने. अजादेश केवलं स्वीकर्तव्यं, किन्तु माता वदति इति लाघवमपि भवति केवलम् अजादेश यदि वयं स्वीकुर्मः, तत् इष्टरूपमपि आगच्छति लेलिख्य योगयिष्यति. तो अजादेश अच परस्मिन् पूर्वविधो एव भवति, किन्तु माता वदति अच परस्मिन् पूर्वविधो अनेन केवलम् एक अजादेश एव भवति. तत् अजादेश अस्ति यदि यकार उत्तरवत् अकार अस्ति, तदानीं यदि यक् पूर्व य शब्दस्य पूर्णतया यकार अकार द्वयोः मिलित्वा यदि वयं लोपः कुर्मः तदानीम् अजादेश न आनीतं आनीतुं शक्नुमः इति अस्ति. यदि अजादेश न आनीतव्यं तदानीं पुगन्तलघुपदस्य चेत्यस्य प्रसक्तिः कृत्वा यद् रूपं भवति यथा वयं पूर्वं दृष्टवन्तः ले लेखिष्यति इति साधुरूपं नास्ति. भगिनी क्षम्यताम्, इतोपि एकवारं वदिष्यति वा? कार्यालयात् कश्चन कार्यम् आगतं, तर्हि तस्मिन् इतोपि एकवारं वदतु भगिनी लघुरूपेण वदतु. यस्य हल अनेन यदि य शब्दस्य लोपः भवति यकार अकारद्वयोः वर्णयोः, तदनन्तरं यदि केवलम् अजादेश वयम् आनयामः तदानीं लाघव भवति न प्रक्रिया. अजादे अतो लोपस्य कार्यं न करणीयं, केवलम् अजादेश आनीय शब्दस्य लोपो भवति. इदानीं केवलम् अजादेश कर्तव्यं तद् अच परस्मिन् पूर्वविदो अनेन, किन्तु इति साधु नास्ति. अच परस्मिन् पूर्वविदो इति यत् सूत्रम् अस्ति तत्र केवलम् एक एव वर्णस्य अजादेशः भवति, किन्तु यदि य शब्दस्य लोपः भवत् तदा तस्मात् केवलम् एकवर्णम् इति वयं स्वीकुर्मः इति साधु नास्ति इति दोषाय भवति. यदि वयं न स्वीकुर्मः तदा पुगन्तलघुपतस्य इत्यस्य कार्यं भवति भवति स्म अपि दोषरूपम् आगच्छति, लेख्यति इति भवति, तत् साधु नास्ति. अतः सङ्घातग्रहणं कर स्वीकर्तव्यं यस्याः सूत्रेण. अस्तु, आमां. अधुना कस्य क्रमः अस्ति? तावत् पर्यन्तं केवलं भवती तृतीयबिन्दु आरभ्य कर्तुम् इच्छवती वा? आं भगिनि, तदेव चिन्तयन्ती अस्मि. एकनिमिषं, यत् भवत्या पठितं तद् गृहीत्वा तदनन्तरं. अहं न स्मरामि इदानीं पठित्वा कुर्मः. कुतः आरभ्य पठनीयः भगिनि? भवती उक्तवती रिकारान्तपर्यन्तं कृतवन्तः अस्मिन् वर्गे. आम् सत्यं सत्यम्. उकारान्त अन्यत्र वेट् यत् अस्ति भुवादिगणे आरभ्य ऋकारान्तः. आम् आम् विद्यं ऋतो वापि समाप्तमासीत्. हलन्तधातूनां लट्लकाररूपाणि इत्यारभ्य पठामः. तृतीयबिन्दु भुवादिगणे आरभ्य क्रियादिगणपर्यन्तं सर्वेषां वेचाम् अनितां च हलन्तधातूनां लट्लकारस्य रूपस्थिति. तस्मात् अपि पूर्वं सेतां हलन्तधातूनाम् अस्ति अस्ति. इदानीं वेचाम् अनितां हलन्त भगिनि, तस्मात् अपि पूर्वं द्वितीयबिन्दुः अस्ति. द्वितीयबिन्दुः भवती उक्तवती ऋकारान्तपर्यन्तं कृतवन्तः. आम्, ऋकारः समाप्य एव अत्र एतदस्ति खलु, हलन्तधातूनां लट्लकारस्य रूपाणि इति. द्वितीयबिन्दुः अस्ति. अस्तु अस्तु. करपत्रं किं भगिनि? करपत्रे भगिनि, मध्ये फेब्रवरि मासात् आरभ्य वयं एप्रिल् मासतः मेलनं न आसीत् खलु इति कृत्वा यावत् अस्माभिः त्यक्तम् आसीत् तस्मिन् समये अधुना किञ्चित् पठेमः वा इति चिन्तनं. द्वितीयबिन्दुभवादिगणात् करपत्रं मन्दं मन्दं स्वीकरोतु भगिनि. मणिमहोदय, अरुणा भगिनी, भवन्तौ स्वीकृतवन्तौ वा भगिनि करपत्रम्? तर्हि द्वितीयबिन्दुः त्रयादिगणपर्यन्तं पठतु महोदय. भवान् भगिनि पठामि. भवादिगणात् आरभ्य त्रयादिगणपर्यन्तं सर्वेषां सेतां हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः. हलन्तधातवः आधिक्येन सेटः यथा जानीमः. तेषु सेट्सु धातुषु ये उदुपदा नास्ति तेषां किमपि अङ्गकार्यं नास्ति. एते सामान्य हल्सन् हलन्तदातवा इति वक्तुं शक्नुमः। येषां कृते प्रक्रियायां केवलं वर्णमेलनं भवति। अत्र प्रथमं हलन्त भवादिगण पर्यन्तम् आरभ्य प्रयादिगणपर्यन्तं रूपसिद्धिः सेट् धातु हलन्तदातु। तत्र सामान्य वयं जानीमः हलन्तदातवः आधिक्येन सेतः, तेषु धातुषु ये इदुपधातु वा उद् उपधातु रु उदुपधातु नास्ति चेत् केवलं विशेषप्रक्रिया नास्ति, केवलं वर्णमेलनेव। उदाहरणं सामान्यहलन्तदातवः यथा वद् युग इष्यति वदिष्यति इति वर्णमेलनम् एव। अत्र हलन्तदातु अस्ति सेत् सेट् अस्ति इडागम भवति वदिष्यति इति रूपं भवति, इक्वर्णः नास्ति उपदानम्। एवमेव पट् युग इष्यति पठिष्यति, मील् युग इष्यति मीलिष्यति, मुष् मूष् इष्यति मूषिष्यति। पठामि भगिनि। विशिष्टाः सेतः अदुपदातवः ग्रह् धातुः, ग्रहम् उपदाने उपादाने, ग्रहे ग्रहो लिटि दीर्घः इत्यनेन ग्रह् धातोः इदागमस्य दीर्घ आदेशो भवति। ग्रह् युगः इष्यति ग्रहिष्यति इति भवति। ग्रह सूत्रमस्ति ग्रहो ग्रहोलिटि दीर्घः, एकाच् ग्रह धातोः इदागमस्य दीर्घादेशः भवति अलिटि। केवलम् आदिदातुकस्य इद्वलादेः इत्यनेन विहितस्य इदागमस्य धैर्यम् इति महाभाष्ये भाष्ये। ग्रहः पञ्चम्यन्तम् अलिटि सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदं सूत्रम्। आदिदातुकस्य इद्वलादेः इत्यस्मात् इत् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इतः एकाच् उपदेशे अददात्तात् इत्यस्य एकाचः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितम् एकाचः ग्रहः अङ्गात् इतः दीर्घः अलिति सूत्रम्। अत्र लन्तधातूनां लन्तसेद्धातु सामान्यहलन्तात्तु केवलं वर्णमेलनेव, परन्तु विशिष्टकार्यमस्ति ग्रहधातु विषये। अत्र ग्रहोलिति दीर्घः इति सूत्रेण ग्रहधातु इदागम आगच्छति योजना भवति चेत् दीर्घ आदेशः भवति। तदेव अत्र दत्तं ग्रह इष्यति ग्रहीष्यति भवति सूत्रमस्ति ग्रहो अलिति दीर्घः। अस्तु भगिनि, इदानीम् अलिति पर्युदास अस्ति वा प्रसज्य पश्यते अस्ति तद् किम् इति एव मया अलिति इति दन्तमस्ति दीर्घः अलिति इत्युक्ते लिट् मास्तु इति एव अस्ति खलु, भिन्नप्रत्ययः भवेत् लिट् अस्माकं प्रकृत लकार लिट् लकार अस्ति साधु, किन्तु लिटि न भवेत् किन्तु तद्भिन्न सदृश भिन्न अपेक्षते वा आम् लिट् भिन्न यत् मीन्स् यत्र विधानम् अपि अस्ति इतः इत्यनेन स्वीकर्तुं शक्यते, यत्र इडागमः तु सामान्यतया प्रत्ययानामेव भवति खलु, नो चेत् न भवति इति कृत्वा तत्र अन्यः अपेक्षितः प्रत्ययः अपेक्षितः इति वक्तुं शक्यते खलु, तेन वयं ज्ञातुं शक्नुमः. अत्र अलिटि मीन्स् लिट् लकारेण भवेत् साधु. अन्यलकारः अपेक्षितः खलु, अपेक्षितः अपेक्षितः. तद् विधानं भवति तत्र तु, विधानमपि अस्ति, निषेधमपि अस्ति, सदृश भवेत् लिट् लकारस्य सदृशरूपं किम् अस्ति भविष्यकाले. न न, मम एवम् आशयः अस्ति, तत्र न केवलं तत्र किम् अस्ति अनेन सूत्रेण न केवलं लिट् लकाराणां विषये, किन्तु यत्र तृच् प्रत्ययः भवति तत्रापि अस्य प्रसक्तिः भवति वा, तदपि इडानुकूलप्रत्ययः खलु. आम् अस्ति भगिनि, ग्रहीतव्यम् इति तत्रापि अस्ति, न केवलं लकारः, अन्यत्र सर्वत्र यः कोऽपि प्रत्ययः इडानुकूलप्रत्ययः अस्ति चेत् तत्र सर्वत्र भवति. तर्हि अन्य इडानुकूलप्रत्ययः अपेक्षितः इटः इति शब्देन वयं ज्ञातुं शक्नुमः. तर्हि अस्य तु तत्र किम् अस्ति, तत्र किम् उक्तवती, प्रसज्यपर्युदासः इति मम चिन्तनमस्ति. सत्यं, किमर्थमित्युक्ते सूत्रे तु तत्र ग्रहीतुं ग्रहीतव्यम् इत्यपि अस्ति खलु, अलिति दीर्घः अनेनैव सूत्रेण. अस्तु अस्तु, समीचीनम्. अग्रे तु मणिमहोदयस्य क्रमः खलु. धन्यवादः भगिनि. सक्षिङ्गातुः, सक्षिङ्गातोः आर्धधातुः प्रत्यये परे शाञ्च् आदेशः, किन्तु अत्र भाष्यकारो वदति यत् क्वासीरयमादेशः इत्युक्तौ आदेशः ह्या न अपि तु क्षा, तदा चत्वादेशेन क्षा भवति. अपि च पूर्वत्र सिद्धम् इति अधिकार एकं वार्तिकम् अस्ति, ह्याञ्जः यस्य यो वा वक्तव्यः, अनेन शाञ्ज् इति आदेशस्य सकारस्य विकल्पेन यकारादेशः भवति. फलितार्थम् अयं यत् आर्धधातुकृते परे सक्षिङ्गधातोः स्थाने ह्याञ् क्षाञ्ज् इति द्वौ आदेशः सिद्धौ. एकवारं ह्याञ्ज् अप्रस्मिन् पक्षे ह्याञ्ज् सूत्रं वदति, सक्षिङ्ग् इति आदे सक्षिङ्गधातुः अत्र किं वदति आदेशः वा धात्वस्थले अन्यं भवति इति सम्यक् नास्ति महोदय. मध्ये पूर्वं पठितवन्तः आदेशः अन्यसूत्रं वदति इति सक्षिङ्गधातोः स्थाने अन्य वदति इति वा धातु भवति इति अत्र अर्थः भवति वा? आदरातु प्रत्यये परे सक्षिङ्गस्थाने शाञ्ज् इति आदेशः कथं भवति इति अत्र दत्तं. भाष्यकारः एव वदति शादि आदेशः अस्ति, क्षा इति एव आदेशः अस्ति, इक्षा इति महाप्राण दन्त्य तत्र तालव्यशकारः तादृश आदेशः अस्ति. प्रथमं किं भवति, क्षा इत्यस्य चर्त्वेन इक्षा इति भवति इति एकं रूपं प्राप्नुमः. तदनन्तरं तत्र किम् अस्ति, ख्याङ्यः शस्य यो वा वक्तव्यः इत्यनेन शकारस्य स्थाने यकारः आगच्छति, तदा तु ख्या इति अपि जायते. तर्हि इक्षा अनन्तरं ख्या इति धातुद्वयं प्राप्नुमः वयम्. चत्वं भवति चेत् इक्षा, यत्र आदेशः शकारः भव शकारस्य स्थाने एकारः भवति वार्तिकेन, ख्याशः शस्य यो वा वक्तव्यः इति वार्तिकेन शकारस्य स्थाने एकारः भवति, तत्र तु ख्या इति प्राप्नुमः. उदाहरणं सक्ष्योः ह्यति सक्षिङ्गाञ्जः कारी शारीर् अयमादेशः ह्याजः यस्य यो वा उक्तव्यः ह्यास्यति ह्यास्यते अददातु तस्य अनन्तरं सत्त्वं भवति चेत् शास्यति शास्यते इति अत्र वार्तिकेन भवति क्षा सकारस्य स्थाने यकारः आदेशः अतः ह्यास्य अपि क्षा ख्यास्य अनन्तरं शास्य सक्षिङ् ह्याञ्ज् सक्षिङ् ह्याञ्ज् आदेशो भवति आददातुके सक्षिङ् षष्ट्यन्तं ह्याञ्ज् प्रथमान्तं द्विपदमसूत्रम् आददातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सक्षिङ् ह्याञ्ज् आदेशः अनुवृत्तिसहितसूत्रम् अस्ति सक्षिङ्गस्य स्थाने ह्याञ्ज् इति अन्यधातुः आधातुपत्य आदेशः इति तस्य अर्थः धन्यवादः भगिनी प्रश्नः अस्ति इदानीं चक्षिङ् स्थाने ह्याञ्ज् आदेश धात्वादेशः भवति तत् इति अनेकाश्चित् सर्वस्यनेन अनेकाल् इति अस्ति आं भगिनि अनेकाल् एव अस्ति खलु अनेकाल् इति नित्यं तत्र किं भवति क्रीडानुकूलाः भवन्ति खलु अस्तु अपि दूत अन्य इति तु इदानुकूल एकाच अस्ति खलु ख्या क्षा इति एकाच एव अस्ति खलु एकैव वर्णं द्वयम् अस्ति खलु खकार शकार अच् अच् अच् वर्णः हल् वर्णाः सन्ति अनेकाश्चित् अनेन अनेक हल् वर्णः न अनेक एक अच् एकाचिति एकः एव अचुवर्णः अनेकाचिति अनेके अचुवर्णः अत्र तु एक एव अचुवर्णः अस्ति आकारः एव अस्ति खलु द्वेत्रपि दीर्घाकारः इति कृत्वा तत्र अनेकाल् न भवति अस्तु यद्यपि अनेकाल् वर्तते तथापि अच् एकाच् अस्ति इति स्मर्तव्यम् इति कृत्वा अस्तु पश्यत् कथम् अस्ति तत्र अनेका किं भगिनि षित् इत्यस्य विधानं किम् आसीत् तत्र अनेकाल् षित् इति कुतः पठति इति न गच्छामि न अत्र नास्ति किन्तु मम इति भ्रमः अस्ति कथं भवति इति अस्तु अन्य यदि आगच्छति तु पठामः अग्रे भवत्याः एव क्रमः वा अज् धातु अजेव्य घैङ् पो इत्यनेन अज् धातोः वि इत्यादेशः भवति आद्यधातुतो विषये अज् योगस्यति अजेव्य घञ्यपो वेष्यति इति रूपं भवति सूत्रमस्ति अजे धातोः वि इत्य आदेशः स्यात् आद्यधातुके विषये घञि च अप् च वर्जित्वा अजेः षष्ठ्यन्तं वि प्रथमान्तम् अघञ्यपो सप्तम्यन्तं त्रिपदम् इदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अघञ्यपो अनेन किमस्ति अज् धातुः स्थाने वि आदेश भवति आर्धधातुक प्रत्यय परे भवेत् किन्तु घञ् वा अप् इति सूत्रं वर्जितव्या तो इदानीम् उदाहरणमस्ति अज् योगस्यति अत्र अस्ति स्यति इति आर्धधातुकप्रत्ययः अस्ति तत् स्थाने मे वि योगस्यति तदनन्तरम् आर्धधातुक साध आर्धसाध किमपि सूत्रम् इति सूत्रेण गुणः भवति वि वे भवति अनेन वे घञ्यपो इति वेष्यति इति रूपं भवति यदि अप् वा घञ् प्रत्ययः भवति तत्र न भवति प तु अत्रापि ऐ घञ् अपो इति अत्र अस्ति घञ् अप् प्रत्यपरे न भवति, किन्तु तत् भिन्न सदृश आदधातुकसदृश भिन्नप्रत्ययः अस्ति तत् इदानीमपि अघञ्यपो इति अहं चिन्तयामि पर्युदास प्रतिषेध अस्ति. अग्रे कः पठति? भव्या भगिनी भवती व्यस्ता अस्ति वा? काल् मध्ये अस्ति सा. मणिमहोदय भवान् पठति वा व्यच् धातु इदानीम्? अरुणा तस्य कस्य अस्तु. आं भगिनि पठतु. व्यच् दातु भगिनि. आम् आम् व्यच् दातुः व्यचेः कुटाद्यत्वा मनसि इति वक्तव्यम् इति वार्तिकेन व्यच् धातुतः सर्वे अस् भिन्न कृत्प्रत्ययाः निद्वत् भवन्ति. स्या प्रत्ययः तिङ्नत्तु कृत्, अतः निद्वत् न भवति. तदर्थं व्यच् धातोः स्या प्रत्ययपरे सम्प्रसारणं न भवति. ओके, धातु वच् धातु अत्र वच् धातु कुटादिगणे अन्तर्ग अस्ति. तत् तत् कारणात् सूत्र सम्प्रसारणं न भवति आददातुकप्रत्यये परे. किमर्थं चेत् कुटादित्वा मनसि वार्तिकेन वयं जानीमः धातुतः व्यच् धातुतः सर्वे अस् भिन्न कृत्प्रत्ययः यद्वत् भवति इति अत्र दत्तं. सा प्रत्ययः तिङ् अस्ति न तु कृत्, अतः अतः नित्वत् न भवति. तदर्थं व्यच् धातु सा प्रत्ययः सम्प्रसारणं न भवति. न अवगतं भगिनि? सामान्यतया व्यच् धातु सम्प्रसारणधातु अस्ति, परन्तु स्या प्रत्यय पात्रकपरे अत्र न भवति. वयं पठितवन्तः युनो सुदादिगणीय एक गण अस्ति, गाङ् कुटादिभ्य गण एक गणम् आगच्छति. तत् यद् कुटादिगण अस्ति तस्मिन् ये धातवः सन्ति ते ङित्वत् भवन्ति. सुदादिगणे ङित्वत् भवन्ति मीन्स् तिङ् प्रत्यय प्रत्यय भवेत्. सुदादिगणे सार्वधातुक लकार अस्ति, तत्र सार्वधातुकं प्रत्ययपरे इति तिङ् प्रत्यय तिंश्चित् सार्वधातुकमनेन ते सार्वधातुकं सन्ति. अपि ये कृत् प्रत्ययः अस्ति इदानीं व्यच् धातु इति कुटादिगणे अस्ति, किन्तु इदानीम् आधधातुकप्रत्ययपरे यत् अस्ति तत् न तिङ् अस्ति न कृत् अस्ति. अतः सम्प्रसारणं करणार्थं कित् ङित् भवेत्, सारी कित् प्रत्ययः भवेत्. ग्रहीजा वै व्यधि वचि व्यचति इति सूत्रेण परनिमित्तम् अस्ति, कित् ङित् भवेत् अस्ति. तो अत्र सूत्रस्य यत् कुटादिभ्य कुटादित्वं अस् इति वक्तव्यम् इति वार्तिकस्य कार्यं न भवति अत्र. अस्तु अस्तु धातु भगिनि, अस्तु भिन्न प्रत्ययन् प्रत्ययन्तु. निमित्तानि बहूनि सन्ति तत्र खलु, कुटादि कुटादि अग्रे वयं पठितवन्तः इति पुनः वयं द्रष्टुं शक्नुमः. सा कुप्त अस्ति. अस्तु इदानीं अस्य भाग पूर्णं कुर्मः, तदनन्तरम् अग्रे सप्ताहे दृष्टामः। मणिमहोदय भवान् इदानीं करोतु। पठामि। शेकः युदुपदधातवः उवर्णलभस्य च इत्यनेन धातोः उपधायां सदस्य लघुविक् वर्णस्य गुणः भवति। कित् भिन्नसारधातुकयो साधुधातुको वा आर्धधातुको वा प्रत्ययः परे परः अस्ति चेत्, उदाहरणं लिक् योः इष्यति उदलपदिशेषेन लेक् योः इष्यति गुणः भवति उभधा, अनन्तरम् इष्यति लेखिष्यति इति रूपं भवति। भगिनी अत्र साम्राज्यानां कार्यं करोति वा? न, अहं मया इति न जानीमः कुत्र अस्मि। अत्र अहं भगिनि काङ्ग्रादिभ्यः अस्ति चेत् अत्र इदुबदा अनन्तरं इष्यति इति न भवति किल? इदानीमहं न स्मरामि गाङ्कुटादिभ्य इति, केवलं मनसि अस्ति यत् वयम् उक्तवती। वयं कुत्र स्मः इदानीम्? अहं मम भगिनि अधुना अस्ति भगिनि, स्क्रोल् डौन् गाङ्कुटादिभ्यो। ओ, अधुना अस्ति। वयं सेटः इति तत्र स्मः साधु। ओ, कुटादि धातव कुत्रचित् पठितवन्तः, पूर्वं पठितवन्तः एवं सेटः अपि चेत् अपि काङ्कादिभ्यधातुः भिन्नप्रत्यये ङित् भवति इति पठितवन्तः किल? अहम् इति पश्यन्ती अस्मि। कुटादि धातव कुटादिगणे ऊस्तवने धू विदूनने इति द्वौ उकारान्तधातुः अस्ति, द्वौ सेटो द्वौ अपि कुटादिगणे गुणनिषेधत्वात् उवङ् आदेश न तत्र कुटादिगणे सेट् उदुपदधातव लिखितातुः कुटादिगणे नास्ति, अतः एव सार्वधातुकः प्रति प्रे पूर्णलघुविशेषेण गुणः भवति इति अहं चिन्तयामि। आमां, कुटादिगणे धातु ये सन्ति तेषां गुणः न भवति। ङित्वत् भवन्ति कुटादिगणे धातव, ङित्वत् ङिति च अस्ति, गुणनिषेधः अस्ति तत्र। एवमेव मित् धातुः पोदलप्रदेशेन मेद् इति मेदिष्यति, तदेव चित् धातुः चेदिष्यति इति रूपं भवति। सूत्रं पठामि वा? आमां, पठतु। पुगन्धलपदस्य च पुगन्धस्य अङ्गस्य लघुपदस्य च इक् गुणः भवति सार्वधातुक आर्धातुकप्रत्यये परे, उक् अन्ते यस्य तत् पुगन्धं, लघ्वि उपधा यस्य तत् लघुपदं, पुगन्धस्य पुगन्धञ्च लघुपदञ्च तयोः पुगन्धलघुपदं समाहारतन्तः तस्य पुगन्धलघुपदस्य मुखण्डलौपदस्य सस्यन्तं पदं च द्विपदं सूत्रम्। अनेन गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुको अर्थधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारक इको गुणवृत्तिः इत्यनेन परिभाषासूत्रेण इकस्थानि भवति यत्र स्थानि न उक्तम्। अनुवृत्तिसहितसूत्रं मुखण्डलौपदस्य च अङ्गस्य ऐक् गुणः सार्वधातुक आर्धातुकृत्य सूत्रं वदति, उपधायां ऋग्वर्णः अस्ति चेत् अत्र गुणः भवति सार्वधातुक आर्धातुकृत्य परे इति तस्य अर्थः भवति। न, परिचित सूत्रम् अस्ति अस्माकं साधु। आम् मेदिष्यति चेतिष्यति इति भवान् कृतवान् साधु? आमां, मेदिष्यति। अस्तु इदानीं यतिपि करोतु न विशिष्टस्य एत यद्युपदधातव कुटादिगणीय किं भगिनि तदनन्तरं विशिष्टासेतः विशिष्टाः सेटः इतुपदधातवः उपादिगणे सेट् ओ इतुपदधातुः एकः एव टिप् धातुः काम्रादिभ्यः काम्रादिभ्यो इत्यनेन कुडादिगणे गणीयेभ्यः धातुभ्यः ङित् णित् भिन्न प्रत्ययः ङित्वत् भवति भगिनि अतः एभ्यः धातुभ्यः प्रतिनिधि इत्यनेन गुणादेशः भवति गुणनिषेधः भवति डिप् योः इष्यति डिप्पिष्यति आम् अत्र डिप् धातुः उभधा इक्वन् अस्ति इतोपि काङ्कादिगणमध्ये आगच्छति अत एव अत्र गुणः न भवति डिप् योः इष्यति इति डिप्पिष्यति इति रूपं भवति काङ्कुडादिभ्यः ङित्वात् ङित् इति दा सूत्रं वदति इङ् धातोः स्थाने यः गाङ् धातुः तस्माच्च कुडादिगणेभ्यः धातुभ्यः ङित् ङित् भिन्नप्रत्ययस्य ङित्वत् भवति कुडादिगणे पञ्चत्रिंशत् धातवः सन्ति सर्वे धातवः कुडादिगणे सन्ति कुट् आदेश आदेर्येषां ते कुडादयः बहुव्रीः गां च कुडादयः च गां कुडादयः तेभ्यः कुडादिभ्यः ज्ञा च न च तयोरितरितरदण्डः ज्ञौ ज्ञौ इतौ यस्य स ज्ञितौ बहुव्रीः न ञेत् अञ्ञेत् दन्तगर्भबहुव्रीः सूत्रं स्वयं सम्पूर्णं गां कुडादिभ्यः अञ्ञित् ञित् सूत्रं वदति इङ् धातोः स्थाने गाम् इति आदेशः कुडादिगणे धातः कुडादिगणे धातवः अस्ति चेत् तत्र यदा ङित् ङित् भिन्नप्रत्ययः भवति चेत् तत्र ङित्वं भवति गुणादेशः नास्ति इति सूत्रं वदति भगिनि हा तु इदानीम् इष्यति इति अर्धधातुकप्रत्ययः अस्ति तु ङित् ङित् ङित् नास्ति ङित् अपि नास्ति तत् गुणबाधितम् अस्ति तत्र इति स्मर्तव्यम् अन्य ञित् नास्ति ञित् नास्ति तत्र भिन्न ञित् किन्तु उपरि यत् व्यच् इति व्यच् धातु वयं दृष्टवन्तः तत्र इति व्यच् कृते वार्तिकम् अस्ति अतः तत्र व्यच् धातु कृते व्यच् कुटास्ति तत्र वार्तिकम् अस्ति अनेन वार्तिकेन ङित्वत् न भवति इति ओ वार्तिकेन वा वार्तिकेन इति न तु सूत्रेण सूत्रेण व्यच् इति कित् ङित् ङित्य भिन्न यदि भवेत् ङित्वत् भवेत् किन्तु अत्र वार्तिकेन अस्ति भिन्न कृत् वा ङित् नास्ति इति अस्ति वार्तिकेन तदेव ङित्वत् नास्ति अतः सम्प्रसारणम् न भवति आम् इदानीम् अवगतवती मिति च अपि सूर्यकुमारी भवति अस्तु एकं मिति च यः प्रत्यय कित् कित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकस्थाने गुणः वा वृद्धि वा भवति स्म सः गुणः वृद्धिः न भवति गा च का च ना च तत्र परिचयनेन पूर्णतया अनुवृत्तिः न पाठक न इत्यस्य अनुवृत्ति च इकः पुनरुत्तिः तत्र इति च मुख्यमस्ति निति च इत्युक्ते किञ्चित् अथवा नित् तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणात् विग्रहस्थाने गुणः वा वृद्धिः वा भवति स्म तत् न भवति सा च का च ज्ञा च अस्ति चेत् गित् इत् भवति तद् कारणेन द्वन्द्वकारः अस्ति तस्मिन् परे तस्मिन् परे इकः पुनरुद्धि न भवति पुनरुद्धि न भवति अनुवृत्ति वयं जानीमः अनुवृत्ति कथं भवति इत्युक्ते इकोगुणवृद्धि इत्यनेन गुणवृद्धि न धातुलोपार्थधातुके इत्यनेन नकारः न क्षम्यतां न अनुवृत्तिः अनुवृत्तिसहितसूत्रं निति च एकः गुणवृद्धि न तदेव भगिनि भगिनि इदानीं भव्या भगिनी आगतवती आं भगिनि अस्मि क्षम्यतां कुत्र स्मः भगिनि निति च तत्र गाङ्गुटादिभ्यः इति अस्मिन् वा तदनन्तरं सेटः हेतुपददातवः तस्मिन् वा स्मः गाङ्गुटादि कुत्र स्मः धातुः कः इदानीं करणीयं डिप् धातुः वा तद् कृतं वा कृतं तत्र निति च इति पठनीयं खलु भगिनि इदानीं भगिनी पठितवती पठिता तर्हि विद्युजातुः पठामि विजधातुः विजयेत् तुदादिगणीयः विजधातुतः ओविजि भयचलनयोः इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्याः निद्वद्भवन्ति विजः इत् नित् उड् विजिता उद्विजितुम् उद्विजितव्यम् इति किं तर्हि तत्र इडा निद्वद्भवन्ति इति कृत्वा तत्र इडागमः इडादिप्रत्ययः निद्वद्भवन्ति इति कृत्वा अत्र गुणकार्यं न भवति केवलम् उद्वेजिता न भवति उद्विजिता उद्विजिता इति एव भवति तथैव उद्विजितुम् उद्विजितव्यम् अनन्तरं प्रश्नः अस्ति इटि इति किम् इति विजः इट् नित् इति सूत्रमस्ति तर्हि इटि इति किम् इति उद्वेजनम् उद्वेजनीयम् यत्र उद् विज् अनन्तरम् अनप्रत्ययः अस्ति अनियर् प्रत्ययः अस्ति तत्र सर्वत्र तु तत्र इडानुकूलाः प्रत्ययः न सन्ति इति कृत्वा तत्र सर्वत्र तु गुणकार्यं भवति केवलम् इडानुकूलप्रत्ययानामेव तत्र गुण नित्वत्वम् आरोपितं भवति विजः पञ्चम्यन्तम् इट् प्रथमान्तं द्विपदमिदं सूत्रं गाङ्कुटादिभ्यो निमित् इत्यस्मात् नित्यस्य इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रं विजः इट् नित् विद्योगः इष्यति इत्यस्मिन् पुगन्तलघुपदस्य च इत्यनेन गुणादेशः प्रसक्तः किन्तु प्रत्ययः सेट् अतः निद्वत् तस्मात् केन सूत्रेण इत्युक्ते विजय इट् इडानुकूलप्रत्ययः अस्ति इति कृत्वा विज् धातुः तु यः प्रत्ययः इडानुकूलः प्रत्ययः अस्ति परे स सः तु निद्वद् भवति इति कृत्वा नितीच इत्यनेन गुणनिषेधः भूत्वा विजिष्यति इति प्राप्नुमः. अग्रे इतोपि धातुद्वयं पठामः वा, तदनन्तरं समापयितुं शक्नुमः. तत्र अग्रे तु सेट् इति अस्ति खलु, तदपि समाप्य वयं तत्र कृत्वा पूरयितुं शक्नुमः. कस्य क्रमः अस्ति? मम क्रमः अस्ति. शेट उदुपदधातव, ये शेटधातव उदुपधा तेषां पुगन्तलघुपदस्य इत्यनेन उपधा गुणः भवति. मुद् योगयिष्यति पुगन्तलघुपदस्य चयनेन मोद् योगयिष्यति मोदिष्यति. एवमेव प्लुष् भवति प्लोषिष्यति, नो प्लोष् प्लोष् योगस्यति षकारस्य षडोकहसि अनेन स्यति इति सकारपरे अस्ति अस्ति खलु, तर्हि अत्र किमपि न भवति. क्लोषिष्यति इति एव अस्ति, इष्यति अवशाष जलिपदान्ति नास्ति, जलिपदान्ति नास्ति, सो क्लोषिष्यति इति भवति साधुवान्. धन्यवादः. कुश् योग इष्यति अत्र अस्ति, अत्रापि कोषिष्यति इति भवति, इष्यति इति झलि नास्ति, तो अत्र व्रज व्रज प्रश प्रश इति तस्य कार्यं न भवति इति सूत्रस्य. समीचीनं भगिनि, अत्र विरमामः वा? आं भगिनि, अस्तु, धन्यवादः. शुभरात्रि, शुभदिनं महोदय. धन्यवादः. धन्यवादः.